नमस्सर्वेभ्यः अस्माकं गीतासोपानस्य अपि च विभक्तिवल्लर्याः वर्गं प्रति सर्वेभ्यः स्वागतम्। गतवर्गे प्रातिपदिकं किम् इति ज्ञातवन्तः। यथा क्रियापदानां मूलं धातुः अस्ति, तथैव नामपदानां मूलं यत् अस्ति तदस्ति प्रातिपदिकम्। प्रातिपदिकम् अर्थवत् भवति, तत्र प्रत्ययम् अथवा प्रत्यान्तं विहाय भवति। तत्र यम् अक्षरं प्रातिपदिकस्य अन्ते भवति तत् अक्षरान्तः शब्दः इति वदामः। यथा रमा इति प्रातिपदिके आ इति वर्णः अन्ते अस्ति, तदर्थं प्रातिपदिकम् आकारान्तः शब्दः इति वदामः। तत्र कांश्चन अभ्यासान् अपि कृतवन्तः, भवन्तः अवगतवन्तः इति मन्ये। प्रत्याहारः किम् इति अपि पठितवन्तः। अहम् आङ्ग्लभाषायाम् अपि वदामि। इन् द लास्ट् क्लास् वी लर्न्ड् वाट् अ प्रातिपदिकम् इस्। जस्ट् एज़् अ धातु इस् द रूट् फार् अ वर्ब्, इन् फ्याक्ट् अ धातु इस् द रूट् फार् आल् द वर्ड्स् आल्सो, बट् द मेन् main aspect of a dhatu is to give us the kriyapadam. It is the same way you have a namapadam, which also comes from the root itself, but it is not directly used for a namapadam. For example, if you take the pat dhatu, then directly pat is used to have the lakaras, for example pathati, pathatah, pathanti, etc. Whereas for a namapadam, first when you take the dhatuhu, we create the namapadam, that becomes the pratipadikam, it becomes the root for all the cases, and then it is used. So that pratipadikam is without any noun suffix. Okay, so Rama, when I say Rama, it is an akaranta padam, and then we add the pratyas, but Rama by itself arthavat bhavati, that means it is with meaning. Rama, when we create Rama using the ram dhatu, it is meaningful. And then what we do, you use the Rama akaranta pumling shabdasti, you add the noun suffices, that is subantaha. And then you have the forms, Ramaha, Rama, Ramaha iti. Okay, that is the main concept that you should understand. So the Pratipadikam is meaningful, even the Dhatu is meaningful. In fact, the Dhatus, if you look at the ashtadhyayi.com, they come with the meaning itself. We'll see that today. The alphabet with which the Pratipadikam ends is used to define the Pratipadikam. For example, if it ends with A, then it is called akarantaha. If it is masculine, pumling shabdaha or napumsakalingam, as the case may be. If it ends with sa, sakaraha, not with the a but sakara with the halant, then it is called a sakarantaha padam. Astu. Adya adav yatha prakaraha dheya mantra. विजय थंकी महोदय, ध्येय मंत्र वदतु एक निमिष। अहम मित्र भाजनम करिष्यामि। दृश्यते किं मम प्रस्तुति? दृश्यते किं? दृश्यते, दृश्यते। हा, विजयथंकी महोदय पठति किं, पठितुम् इच्छति किम्? लेट् मी ट्राई, इट् इस् फस्ट् टैम् फोर् मी। हा, पठतु। त्रिष्टुप् छन्दे अस्ति, त्रिष्टुप् छन्दसः अस्ति। अष्टौ गुणाः पुरुषं दीपयन्ति, प्रज्ञा च कौल्यं च दमः श्रुतं च पराक्रमाश्च बहुभाषिता च दानं यथाशक्ति कृतज्ञता च. उत्तमम्. इदानीं तत्र अर्थः अस्ति, पठतु. Eight attributes contribute to a person's radiance. They are intelligence, being born into a noble family, study, hard work, being a person of less words, generosity as per capability, and gratitude. महोदय, तत्र ग्रेटिट्यूड् इति संस्कृतिकः शब्दः अस्ति, संस्कृते ग्रेटिट्यूड् इति. कृतज्ञता. अपि च पर्सन् आफ् लेस् वर्ड् बहुभाषिता अस्ति. बहुभाषिता इस् अ पर्सन् आफ् मोर् वर्ड्स् एण्ड् अबहुभाषिता इस् अ पर्सन् आफ् लेस् वर्ड्स्. कौल्यम् इत्युक्ते किम्? कौल्यम् इत्युक्ते किम्? इण्टेलिजेन्स्. नैव, बीङ्ग् बोर्न् इन् टु अ noble family, it comes from the word kula. Kaulyam is a taddhidhantah shabdah and it comes from kula. Astu, dhanyavadah mohode. Bhavan eva arambham karotu tatra shatrimshat tamam pute 36, page number 36. आं भगिनि. न शोचति न काङ्क्षति, पश्यत् उच्चैः पठत अवगच्छत च. तत्र न शोचति न काङ्क्षति, तत्र अर्थः कः? शोचति. Don't grieve. Na shochati. The person doesn't grieve. That is what? Grief. Dukh nahi karna chahiye. Okay. Or na kangshati means doesn't want anything. Yes. Na kangshati means doesn't want anything. Now, atra shochati iti padasya dhatuhu asti shuch. शुच् धातुः. अपि च शुच् धातुः तत्र अर्थः अस्ति शोचे. तत्र अष्टाध्याय्यां पश्यामश्चेत् तत्र अर्थः अपि अस्ति. अहं किञ्चित् भवन्तः अभ्यासं करणीयं भवद्भिः, तदर्थम् अहं दर्शयामि अत्र शुच्. एकनिमिष. महोदय, दृश्यते किं तत्र? नैव. किञ्चित् पठतु. इदानीं न दृश्यते किं? अस्तु, तत्र पश्यतु. कौमुदी तद् नामास्तु, तत् व्याकरणवर्गे भवति, परन्तु शुच शोके इति पदमस्ति. शुच शोके. सो द ओरिजिनलि द रूट्स् आर् यु केन् से दे आर् लैक् द ओर्. ओके, दे आर् लैक् द ओर्. Okay. And this ore with the impurities, or you can, is the main thing actually. We are saying impurities, but this is the main thing. Shucha shoke. So it is telling you that the dhatuhu is shucha. It is telling you that the meaning is shoke, that means in grief. And then using Panini Vyakaranam, it is cleansed. okay, some impurities go away and then the laukika rupam becomes shuch. The laukikam rupam becomes shuch. There are other words over there. Vadihi, parasmaipadi, akarmakah, set. We don't need to see that now, however. Just to tell you that all these dhatus, 4000 dhatus that are there, are grouped into different groups. Okay, so what happens, just like now, for example, we learnt last time that akarantah shabdah pumlingah asti chet, always we'll have the same vibhaktis, right? Ramah, Ramau, Ramah, Krishnah, Krishnau, Krishnah. So if you know one vibhakti form, one set of vibhakti forms, all the 21, for akaranta pumlingah shabdah, then as soon as you see the pratipadikam, you see the akar, the end, the antekim asti iti drishtva, rupani vayam rachayamaha. Similarly, you see this dhatu, you see which group it is in, and those who have done Panini grammar will know as soon as they see the group, how the form of the lakara should be, how the form of all the lakaras, 10 lakaras should be. That is only the meaning. Why I'm introducing you to this is because as you start forming sentences, as you start reading more and more, you'll want to know the meaning of words. So ideally, this is not a part of the syllabus. But I am doing it simply so that when you are independently trying to make sentences or trying to understand something, then this will help. This is not a part of the syllabus in the sense that usually ashtadhyayi.com is used only for meanings, etc., not for grammar over here, because the grammar is done differently, okay? Now, Parasmaipadi and Atmanepadi, we have done in when we did the Abhyasa Pustakam, but I am repeating it. Parasmaipadi and Atmanepadi, there are verbs. So, according to Panini grammar, if an action is being done for myself, if it's being done for myself, then it is called Atmanepadi. Atmanepadi, because the benefit of the action, you can say not the action, but the benefit of the action is for myself. So it is Atmanepadi. If the benefit of the action is for somebody else, then it is Parasmaipadi. Now this is the theory, this is ideal, but if you look at all the dhatus, you start questioning it. Okay? You start questioning it because, for example, Has, that is laughing, is an parasmaipadi. Parasmaipadi means the benefit of the action for someone else. So you start questioning it. If you do a study of this, you will understand that somewhere that theory doesn't click with only so much definition. There is more to it, which Panini grammar, when you're doing, you learn. Okay, for our purposes or for the practical side of it, whenever the verb latlakarah prathama purusha rupam kshamitam is ends with ti, tatra ante ti asti chet parasmaipadi iti vadamah. Ante te asti, vandate, labhate, te asti chet atmanepadi asti. Okay? Okay. Akarmakaha and set. Akarmakaha is where there is no object. For example, in English we have subject, verb and object. So for example, in shuch dhatu, there is no object. I grieve. If I say I put the book on the table, I put the book, so the book becomes the object, then it becomes a karmakaha. This is a karmaka. This is just for your information, not for anything else. And I will not get into what is safe yet, because you need to learn other purposes for it. Okay? So, shuch dhatuhu, and these are the forms. Mahoday patati kim? लट्लकाररूपाणि. शोचति, शोचतः, शोचन्ति, शोचसि, शोचस्थः, शोचथ, शोचामि, शोचावः, शोचामः. अत्र उत्तमपुरुषरूपं वदतु, रूपाणि, उत्तमपुरुषरूपाणि. शोचामि, शोचावः, शोचामः. यदा अहं शोचामि वदामि, कः शोचति इति, शोचामि इति वदामि, तर्हि अहं शोचामि, अहं शोचामि. शोचावः, वयं शोचावः. अहं, वयं नैव, द्विवचने अस्ति. आवां शोचामि, वयं शोचामः. तत्र मध्यमपुरुषे शोचसि, अहं शोचसि. अहं नैव, शोचसि, शोचामि, अहं शोचामि. त्वं शोचसि, त्वं शोचसि. अग्रे शोचतः, शोचतः इति वदामि चेत् युवां शोचतः, युवां शोचतः, शोचतः, यूयं शोचतः. ओके, यूयं शोचतः. प्रथमपुरुषे, प्रथमपुरुषे प्रथमपुरुषे शोचति सः, सा, तत्. सः, सा, तत् शोचति. शोचतः, तौ, ते, ते. शोचन्ति, ते, ताः, तानि. इदानीं काङ्क्षति. अहं वदामि धातुः रूपम् अत्र मास्तु, अत्र मास्तु. इदानीम् अवगतं किल, अवगतं किल? आं भगिनि, आं भगिनि. सर्वे अवगतवन्तः किं, विजयकुमार महोदय, विशालाक्षी भगिनी, कविता भगिनी? हा, अवगतम्, उत्तमम्. इदानीं महोदय अहं वदामि धातुरूपं, भवान् रूपाणि वदतु. अग्रे पठतु, पश्यत. विजय सन्ति महोदय, नैव, इदानीं पुस्तकतः. ओके, पश्यत उच्चैः, पश्यत उच्चैः, पठत, अवगच्छत च. लट् लकारः, हा, लट् लकारः. पश्यत इति पदस्य किं लकारः, कः लकारः? लोट् लकारः, लोट् लकारः. अवगच्छत, पठत च. अस्तु, अग्रे पठतु. इदानीं रथः गच्छति, रथौ गच्छतः, रथाः गच्छन्ति. तत्र महोदय सर्वाणि रूपाणि वदतु, सर्वाणि रूपाणि, यथा यथा शुच् धातोः कृते कृतवन्तः तथा. गच्छति, गच्छतः, गच्छन्ति. अग्रे मध्यमपुरुषे गच्छसि, गच्छसि, गच्छतः, गच्छथ. हा, उत्तमपुरुषे गच्छामि, गच्छामि, गच्छावः, गच्छामः. उत्तमं. तत्र धातुः गम् अस्ति, गम्. किञ्चित् अत्र अपवादः अस्ति, इट् इस् एन् एक्सेप्शन् बिकास् आफ़् सम् रूल्. सो गम्, आल्दो द धातु इस् गम्, इट् डज़न्ट् बिकम् गमति, इट् बिकम् गच्छति. अस्तु, अग्रिमं करोतु. आचार्यः उपदिशति, आचार्यौ उपदिशतः, आचार्याः उपदिशन्ति. अत्र धातुः अस्ति दिश्, दिश् अस्ति धातुः. इदानीम् आदौ अर्थं वदतु. आचार्यः उपदिशति, द टीचर् इस् टीचिङ्ग्. उत्तमम्. Or is advising or directing, you can use all that. Agre? Acharyau upadishatah. Two teachers are directing. Uttamam. More than two teachers are teaching. Acharyaha upadishanti. Idanim sarvani rupani vadatu lat lakarasya. दिशति, उपदिशामि. उत्तम. अस्तु, सर्वाणि रूपाणि वदतु महोदय. सर्वाणि रूपाणि दिशति, दिशतः, उपदिशति, उपदिशतः, उपदिशन्ति, उपदिशति, उपदिशतः, एवं. ओके, सर्वाणि रूपाणि उपदिश. ओके, उपदिशामि, उपदिशावः. विथ आचार्य सुनैसे. आचार्य नास्ति तत्र, यु काण्ट् से आचार्य, बिकास् त्वम् अस्ति किल, त्वम् अहम् एवम् अस्ति. सो हियर् वेन् यु टेल् द रूपाणि एवमेव वदनीयं. सर्वनामपद अन्यथा एवं वदनीयं. सः उपदिशति, त्वम् उपदिशसि, अहम् उपदिशामि. बट् इफ् यु हेव् अण्डर्स्टुड् देट् देन् तत्र किम् अवगमनीयम् इत्युक्ते रूपाणि. वदतु. उपदिशामि, उपदिशावः, उपदिशामः. उपदिशसि, उपदिशतः, उपदिशथ. उपदिशति, उपदिशतः, उपदिशन्ति. उत्तमम्. अग्रिमं करोतु. मातुलः तिष्ठति, मातुलौ तिष्ठतः, मातुलाः तिष्ठन्ति. अत्र धातुः अस्ति स्था, स्था अस्ति धातु, परन्तु परन्तु अत्र अपवादः अस्ति, तदर्थं तिष्ठति इति रूपं लभ्यते. वदतु. ओल् द रूपास्. आम्. तिष्ठामि, तिष्ठावः, तिष्ठामः. उत्तमम्. तिष्ठसि, तिष्ठसि, तिष्ठतः, तिष्ठथ. तिष्ठन्ति, तिष्ठतः, सोरि, तिष्ठति, तिष्ठन्त, तिष्ठतः, तिष्ठन्ति. धन्यवादः महोदय. धन्यवादः. धन्यवादः. अस्तु अस्तु, विजयकुमार महोदय पठतु. आं भगिनि, सचिवः वर्णयति. सचिवोः भोः नास्ति तत्र. सम्यक् पठतु महोदय, इदानीं प्रत्ययस्य ज्ञानम् अस्ति तर्हि. सचिवोः नैव, सम्यक् पठतु. सचिवौ, वौ. सचिवौ वर्णयत, सचिवाः वर्णयन्ति. महोदय, विसर्गस्य इदानीं विसर्गः मुख्यः अस्ति इति अवगतम्, तदर्थं वर्णयतः इति वदनीयम्, अन्यथा अग्रे क्लेशः भविष्यति. तर्हि धातुः अस्ति वर्ण, वर्ण. इदानीं रूपाणि वदन्तु लट् लकारस्य. वर्णति, वर्णय, य अस्ति तत्र, गणः भिन्नः. वर्णयति, वर्णयतः, वर्णयन्ति. वर्णसि, वर्णयसि, वर्णयथ, थः, थः, वर्णयथ. वर्णयामि वर्णयावः वर्णयामः. उत्तमम्. अर्थं वदतु. सचिवः वर्णयति. डिस्क्रैब्. ओके. एक्स्प्लेन्स्. डिस्क्रैब्. ओके. इट् आल्सो सचिवः इस् मिनिस्टर्. ओके. मिनिस्टर्. ओके. डिस्क्रैबिङ्ग्. ओके. एण्ड् इफ् एकम् अन्यत् एकम् अहं वदामि. एकः निमिषः. विस्मृतवती. हा. तत्र अष्टाध्याय्याम् आङ्ग्लभाषायाम् अपि अस्ति अर्थः. अत्र वर्ण स्वीकुर्मः. अत्र इन्फो इति अस्ति किल. दृश्यते किल मम प्रस्तुतिः? दृश्यते किल? नो नो. स्क्रीन् शेरिङ्ग् इस् एक्टिव्. दट्स् आल्. ओहो. किमर्थम् इदानीं? No, no, no. इदानीं now we can. Yes, इदानीं दृश्यते. तत्र इङ्ग्लिश् मीनिङ्ग् अस्ति. टु एक्स्प्लेन्, टु इलाबरेट् एट्सेट्रा. तर्हि अर्थस्य ज्ञानं प्रापणीयः चेत् तत्र पश्यन्तु. अस्तु महोदय, अग्रिमं करोतु. अत्र किञ्चित् क्लेशः अस्ति. अहमेव वदामि. अस् इति धातुः. अस् अस् इत्युक्ते तत्र भुवि. भुवि इट् मीन्स् टु बी, टु एक्सिस्ट्. सो रूपाणि सन्ति. अस्ति, स्तः सन्ति, असि, स्थः, स्थ, अस्मि, स्वः, स्मः. अग्रे तत्र अष्टाध्याय्यां पश्यन्तु. अस्तु. तर्हि व्यूहः अस्ति इति अर्थं वदतु महोदय. वाक्यस्य अर्थम् so vyuhah is structure in the army. When they do the structure vyuhah, like for example chakra vyuhah, we know that Abhimanyu was stuck there, right? So vyuhah, the chakra vyuhah was like the vyuhah was the arrangement like a chakra, like that. Vyuhah asti. Agrimam karotu. सैनिकः पश्यति. सैनिकोः कोः तत्र विसर्गः नास्ति. सैनिकौ पश्यतः. सैनिकाः पश्यन्ति. पश्यति, पश्यतः, पश्यन्ति. पश्यति, पश्यतः, पश्यत. पश्यामि, पश्यावः, पश्यामः. उत्तमम्. अर्थं वदतु. The soldiers see, two soldiers see. Many soldiers see. धन्यवादः महोदय. धन्यवादः. कविता भगिनी करोतु. सैनिकः, सोरि, वीरः मुह्यति. वीरौ मुह्यतः. वीराः मुह्यन्ति. अत्र धातुः अस्ति. धातुः अस्ति. मुह्य मुह्य नास्ति. तत्र य नास्ति. मुह्य मुह मुह नास्ति. हलन्त्य मु मु हौ टु मुह लैक् देट् मुह विद् हलन्त्य मुह मुह. अत्र अर्थ अर्थः जानाति किम्? अर्थं जानाति किम्? द धीर, द ब्रेव् पर्सन् मुह्यति. हाँ he loses his senses or he makes a mistake or he faints or he does something foolish. ओके धीराः न मुह्यन्ति इति अस्ति गीता भगवद्गीतायां रूपाणि वदतु मुह्यति मुह्यति मुह्यतः मुह्यन्ति मुह्यसि मुह्यतः मुह्यत् मुह्यामि मुह्याव भगिनि मुह्यथ इति वदनीयं मुह्यत् मुह्यामि मुह्यावः मुह्यामः उत्तमम् अस्तु अग्रिमं करोतु धीरः मुह्यति इति अर्थं वदतु भगिनि मुह्यति इति लिखितम् अस्ति हियर् इट् इस् रिटन् मुह्यति धीरः मुह्यति दट् मीन्स् द ब्रेव् पर्सन् हि लूसेस् हिस् सेन्सेस् ओर् हि बिकम्स् फूलिश् फार् सम् टैम् अच्छा सम् टैम् इस् नाट् दे ऐ एम् पुटिङ्ग् इट् स्थितप्रज्ञः अभिनन्दति स्थितप्रज्ञौ अभिनन्दतः स्थितप्रज्ञाः अभिनन्दति नन्दन्ति नन्हा अभिनन्दन्ति स्थितप्रज्ञाः अभिनन्दन्ति अत्र अभि इति उपसर्गपूर्वः अस्ति अपि च धातुः अस्ति नन्द नन्द टु ग्रीट् आम् आम् to praise, to prosper. रूपाणि वदन्तु वदतु अच्छा अभिनन्दति अभिनन्दतः अभिनन्दन्ति अभिनन्दसि अभिनन्दतः अभिनन्दत् अभिनन्दामि भगिनि अभिनन्दत् इति वदति चेत् तत्र हलन्त्यम् आगच्छति नैव अच्छा सो अभिनन्दत तावदेव अभिनन्दत अभिनन्दामि अभिनन्दावः अभिनन्दामः उत्तमम् अग्रे भगिनी वदति भगिन्यौ वदतः भगिन्यः वदन्ति वद शब्दः वद न वदनीयं वद् वद् वद् वद् अच्छा अच्छा देट् वद् इस् टु किल् न No, that is vadha, dha. That is with the mahaprana. Here it is vadha, dha. Vadha, vadha, vadha. Alpa prana, alpa prana. Vadha to speak. Haan. Vadati, vadataha, vadanti. Vadasi, vadataha, vadat. Vadatha. Vadatha. Vadatha, vadatha. Vadami, vadavaha, vadamaha. धन्यवादः भगिनि उत्तमम् अग्रे विशालाक्षी भगिनी अग्रिमं करोतु यू केन् हियर् मी आं श्रूयते भगिनि ओके गात्रं सीदति गात्रे सीदतः गात्राणि सीदन्ति अर्थं जानाति किम् No, no, I don't know. Sidanti mama gatrani mukham cha parishushyati. No, I won't remember like that. Anybody? Sidanti? Gatrani? Anybody? Kopi vadatu? Artham vadatu? Kavita Bhagini athwa Vijay Kumar Mahoday athwa Vijay Sanki Mahoday? Dajana. किं किमर्थं तत्र अर्जुनः वदति किल सीदन्ति मम गात्राणि मुखञ्च परिशुष्यति किं भविष्यति यदा अर्जुनः तत्र स्वजनाः जनान् पश्यन्ति तदा किं वदति सः सीदन्ति मम गात्राणि देट् इस् लेटर् आन् देट् इस् लेटर् आन् मह्य गात्र इत्युक्ते body body so the dhatu is sad sad dhatu what is sidanti? Sidati. Sidanti. Sidanti is to become weak, to lose power. Okay. So when he sees his people, tva janani yada pashyati tada tasya gatram tatra sidanti. Sidati. He becomes weak. Mama gatra. Mm. So gatram sidati is the body loses its power. He becomes weak. Mm. He weak. Becomes tired. Mm. Yeah. Becomes despondent. Mm. Rupani vadatu. Sidati. One second. Sidati. Sidataha. Sidanti. Sidasi. Sidata. Sidatah, sidata. Uttam. Then sidati. No, what is madhyama? Sida. Madhyama purusha. Kopi vadatu. Sidami. Sidasi. Sidasi, sidatah, sidata. That I told. That I told. No. Naiva bhagini. No. Sidati I told you. Sidataha. Sidatha. That I told. Next one is? Uttama purushe. Vadatu. Vadami. Pashyami. Sidayami. Sidayami nasti. Tatra ya. Tatra prathama purushe. Sidami then. Ya. Sidami. Sidami. Sidami. Sidamah. Sidavah. Sidavah. Sidamah. Sidamah. Okay. Sidamah. Tari. Sidati. Sidatah. Sidanti. Sidasi. Sidathah. Sidathah. Kshamyata. Sidathah. Sidami. Sidavah. Sidamah. Agremam karot. Mukham shushyati. Mukhe shushyataha. Mukhani shushyanti. This is the mouth getting dry, no? Yes. Yeah, mouth is dry. So, shushyati, shushyataha, shushyanti. Shushyasi, shushyataha, shushyatha. Shushyami, shushyavaha, shushyamaha. Uttama. Artham vadatu? That mouth, my mouth is drying. Yes. Mouths are drying and more than two mouths are drying and more than two. Like that. Mukham. Yeah. My mouth is drying now. Vaktum shaknuma. Mukham shushya. Mukham. Shushyati. Yeah. Okay, if I say aham shushyami, then it means I am drying. Yeah. Agrimam karotu. Indriyam harati. Indriye harataha. Indriyani haranti. Harati harataha haranti. Harasi harataha haratha. Harami. Harami. Harami. Tatra Hindi bhashayam nasti kila. I understand. Harami, haravaha, haramaha. Astu. Tatra, ru iti, rihya iti dhatu, arane. Rihya. Rihya. Okay. Astu. Agre pathatu. Aham namami, avam namavaha, vayam namamaha. प्रथमपुरुषे तु नमति इति अस्ति अत्र उत्तम उत्तमपुरुषः प्रथमपुरुषः देट् शी हि ओके मध्यमपुरुषः त्वं यू यू बोत् यू आल् उत्तमपुरुष ऐ बोत् आफ् अस् आल् आफ् अस् अत्र उत्तमपुरुषः अस्ति अहं नमामि इत्युक्ते किम् मीन्स् ऐ एम् मे नमस्कार कर्ता हूं Yeah. Hmm. I pray or I pray or namaskar. Yeah, a salute. Anyani rupani vadatu bhagini. Namasi. नैव पश्यतु एकः निमिषः पश्यतु वदति वदति बिकेम् वदामि सो देट् आमि कम्स् इन् द उत्तमपुरुषः सो ओवर् हियर् यु हेव् टु टेक् द आ औट् ओके सो नमामि विल् बिकम् नमति नमति ओ तत्र किं किं कृतवती भवती सीदति उत्तमपुरुषे सीदामि तत्र आमि इति स्थापितवती तर्हि अत्र न्यूनं करणीयम् आमि निष्कास्य अत्र ति इति स्थापनीयम् इदानीं नमति नमतः करेक्ट् सत्यम् उत्तमं नमति नमतः नमन्ति मध्यमपुरुषे नमसि देन् इट् बिकम्स् नमसि नमतः नमत्थ उत्तमम् अग्रे देन् नमामि नमावः नमामः उत्तमम् अग्रिमं करोतु सत्यम् अहं गायामि अहं गायामि आवां गायावः वयं गायामः गायाति गायति गायतः गायमः गायमन् या गायमन्ति गायति गायमन्ति नः गायन्ति गायन्ति गायन्ति गायति देन् वाट् हेव् टु टेल् नौ मध्यमपुरुषे किम् उत्तम उत्तमपुरुष नैव उत्तमं मास्तु मध्यमपुरुष वदतु आदौ मध्यमपुरुष इस् गायति गायति गायति भगिनी तत् प्रथमपुरुषः गायति गायतः गायत्थ देन् उत्तमपुरुष देन् गायामि गायावः गायामः उत्तमं धन्यवादः भगिनि विजयकुमार् महोदय करोतु अहम् इच्छामि आवाम् इच्छावः वयम् इच्छामः इच्छति इच्छतः इच्छन्ति इच्छसि इच्छतः इच्छत इच्छामि इच्छावः इच्छामः उत्तमम् अर्थं वदतु महोदय ऐ डिसैर् यु बोत् डिसैर् यु आल् डिसैर् उत्तमम् I desire, we both desire, we all desire. मध्ये अत्र उत्तमपुरुषे अस्ति अग्रिमम् अहं विन्दामि आवां विन्दावः वयं विन्दामः विन्दति विन्दतः महोदय न श्रुतं वदतु पुनरेकवारं वदतु विन्दति विन्दति विन्दति विन्दति विन्दतः विन्दतः विन्दामि विन्दावः विन्दामः उत्तमम् अर्थं वदतु विन्दामि सो विद् इति धातुः विद् इति धातुः विन्दामि टु ओब्टेन् टु रीच् मोक्षं विन्दामि इति अस्तु धन्यवादः महोदय तत्र कविता भगिनी पठतु आं भगिनि आम् त्वं पठसि, युवां पठतः, यूयं पठथ. एकनिमिष, पुरुषः कः अत्र? मध्यमपुरुषः. उत्तमम्. तत्र रूपाणि वदतु. आम् आम्, यू रीड्, यू बोत् रीड्, यु आल् रीड्. उत्तमं. प्रथमपुरुष पठति, पठतः, पठन्ति, पठसि, पठतः, पठत्, पठामि, पठावः, पठामः. पठत् न वदनीयं, पठथ. इदानीं वयं जानीमः अन्ते, तत्र मुख्यः विषयः. अग्रिमं पठतु. आं भगिनि. त्वम् अर्हसि, युवाम् अर्हतः, यूवम् अर्हत, यूयं, यूयम् अर्हत. अवय अर्ह इस् द रू इस् द धातुः. तत्र अर्थः कः? अर्हसि टु टु अर्हसि टु प्रे डिसर्व टु डिसर्व टु डिसर्व टु डिसर्व. सो इफ यू वांट टु से ही डिसर्व्स इट, देन यू से सः अर्हति. अर्हति, अर्हतः, अर्हति, अर्हतः, अर्हन्ति, अर्हसि, अर्हन्ति, अर्हसि, अर्हतः, अर्हत, अर्हामि, अर्हामि, अर्हावः, अर्हामः, अर्हावः. उत्तमम्. अग्रे. त्वं छात्रः असि, युवां छात्रौ स्तः, यूयं छात्राः स्तः. असि टु बि. त्वं छात्रः असि इत्युक्ते किं वाक्यस्य अर्थः कः? यु आर् द स्टूडेण्ट्स्. उत्तमम्. उत्तमम्. यु आर् अ स्टूडेण्ट्, यु बोत् आर् स्टूडेण्ट्स्, यु आल् यु आल् आर् स्टूडेण्ट्स्. इदानीं रूपाणि वदतु. जानाति अस् इति धातुः, अस् इति धातुः अहम् उक्तवती. अस्ति, तः, सन्ति, सन्ति, असि, असि, असि, तः, थः, असि, थः, स्थ, अस्मि, अस्मि, स्वः, स्मः, स्मः. पुनरेकवारं वदतु, रूपाणि वदन्तु, वदतु. अस्ति, स्तः, सन्ति, असि, असि, स्वः, स्थः, स्थ, अस्मि, अस्मि, स्वः, स्मः. उत्तमं. धन्यवादः भगिनि. विजय थङ्की महोदय, अग्रिमं करोतु. आं भगानि, वदामि. सोरि, आं भगिनि. त्वम् उपविशसि, त्वम् उपविशसि, युवाम् उपविशथः, यूयम् उपविशथ. यु आर् सिटिङ्ग्, सिटिङ्ग् नियर् उपविशसि मिट्स्. Actually, even for only sitting, you tell, you are right, upa generally means near or something like that. But over here, upa vishati is sit. Okay, it's not sit. Like Upanishad. It's not like Upanishad. So, but generally, when you tell somebody to sit, then somewhere close by only they'll be sitting. They won't be sitting very far away. So, maybe you have a point. But upa visargaha tatra, upa... उपसर्गः अस्ति तत्र, परन्तु तत्र उप इति न्यर् इति न वदामः. उपविशति सिट्. ओके, अस्तु. यु सिट्, यु बोथ् सिट् एण्ड् यु ओल् सिट्. रूपाणि वदतु. उपविशामि, उपविशावः, उपविशामः. उपविशसि, उपविशथः, उपविशथ. उपविशति, उपविशतः, उपविशन्ति. उत्तमम्. अग्रिमम्. त्वं कथयसि युवां कथयथः यूयं कथयथ. You said, you says, you both say, and you all say. Uttamam. Idanim Rupani vadatu. Kathayami, kathayaivaha, kathayamaha. Kathayasi, kathayathaha, kathayatha, kathayati. कथयतः कथयन्ति. उत्तमम्. अभ्यासं करोतु. अभ्यासः महोदय, क्षम्यतां, तत्र प्रातिपदिकं किम्? अभ्यास. तत्र कीदृशं पदम्? यथोदाहरणं रिक्तस्थानानि पूरयत. स्यूतः अस्ति. महोदय एकं निमिष. पूरयत कीदृशं पदं? लोट्लकार. लोट्लकार अस्ति. अस्तु, अग्रे पठतु इदानीं. स्यूतः अस्ति. स्यूतौ स्तः. स्यूताः सन्ति. अग्रिमं बालः. तत्तु उदाहरणमासीत्. महोदय, अर्थः जानाति किम्? अर्थं स्यूतः मीन्स् बेग्. येस्, सो वन् बेग् इस् देर्. वदतु. One bag is there, two bag is there, and many bags are there. Many bags are there. Agrimam vad karatu. Balah asti, balau stah, bala, sorry. Balah upavishata, upavishati. Upavishati. Balau upavishatah, balah upavishanti. अर्थं वदतु. वन् बोय् इस् देर्, वन् बोय् सिटिङ्ग्, टु बोय्स् आर् सिटिङ्ग्, मेनि बोय्स् आर् सिटिङ्ग्. ओके, ह्यर् सिट्टिङ्ग् इति न वदामः, यतोहि तत्र कण्टिन्यूस् नास्ति. एतत् सिट्स्. वन् बोय् सिट्स्, टु बोय् सिट्स्, त्री बोय्स्. ओके, बिकास् कण्टिन्यूस् इस् शत्रुप्रत्ययः, सो तत्र सिट्टिङ्ग् इति न वदामः वस्तुतः. अग्रिमम् अग्रिमं पठ. अश्वः धावति. अश्वौ धावतः. अश्वाः धावन्ति. अर्थं वदतु. होर्स् इस् रनिङ्ग्. वन् होर्स् इस् रनिङ्ग्, टू होर्सेस् आर् रनिङ्ग्, एण्ड् मेनि होर्सेस् आर् रनिङ्ग्. सो वन् हार्स् रन्स्, two horses run, many horses run. Because later on chatra chatranta kim tatra shabdan kurmah tada klesha asti. So okay, astu tatra mahoday ashvah iti shabdasya pratiparikam kim? Ashva. Ashva kidrisham padam? Akarant pullinga. Uttamam. Tatra dhavati कीदृशं पदम्? क्रियापदम्. क्रियापदं लकारः कः? लट् लकारः. लट् लकारः. पुरुषः कः? प्रथमपुरुष एकवचनं. उत्तमम्. अग्रिमं करोतु. What will be the first? प्रथम पुरुष धेनु. धेनुः चरति. धेनुः चरतः. नौ धेनवः अथवा धेनवः. धेनवः चरन्ति अथवा धेनवः. धेनवः चरन्ति. धेनुः कीदृशं पदम्? धेनुः प्रथम पुरुषे एकवचन. पुरुषः नास्ति तत्र, लकारे पुरुषः अस्ति. इदानीं धेनुः उकारान्त स्त्रीलिङ्गपदं धेनुः, तत्र धेनु इति प्रातिपदिकम् उकारान्त स्त्रीलिङ्गपदम्. सो दिस् पुरुषः इस् फोर् द लकारः एण्ड् विभक्ति इस् अ फोर् द नामपदम्. ओके ओके. क्रियापदानां कृते लकारः अस्ति, नामपदानां कृते विभक्तिः अस्ति. धन्यवादः महोदय. अग्रे कविता भगिनी करोतु. कविता भगिनी करोतु. आं भगिनि. आं भगिनि. फलः पतति. फलः नास्ति, नपुंसकलिङ्गे अस्ति. फलानि कथं ज्ञातं? कथं ज्ञातव्यं? हौ डु यु अण्डर्स्टाण्ड्? बिकास् एट् द एण्ड् फलानि इस् देर्. फलानि अस्ति चेत् तत्र हा तत्र एकवचने फलं भवति. आम् आम्. फलं फलं पतति. फलं फले फलं फलं पततः फलानि पतति. उत्तमं. तत्र अर्थम् अर्थः वदतु. अर्थं वदतु. फ्रूट् one fruit falls, two fruits falls, many fruit falls. Okay. तत्र फलम् इति पदस्य प्रातिपदिकं किम्? फल फल फल कीदृशं पदं? कीदृशं पदं? अकारान्त नपुंसकलिङ्गः. उत्तमम् उत्तमं. तत्र पतति इति रूपस्य पुरुषः कः? पठति. प्रथम प्रथमपुरुषः एकवचनं पठति. पतति सोरि. पतति. रूपाणि वदतु. पतति सर्वाणि रूपाणि वदतु. आं भगिनि. पतति पतता पतन्ति. पतसि पततः पतथ. पठामि पठावः पठामः. उत्तमम्. अग्रिमं करोतु. बालौ बालः बालः क्रीडति. बालौ क्रीडतः. बालाः क्रीडन्ति. उत्तमं. गर्ल् गर्ल् गर्ल् प्ले टु गर्ल्स् प्ले. हा गर्ल् किमर्थं किमर्थं गर्ल्? बालौ बालौ अस्ति चेत् लिङ्गं किं? रामः रामौ रामाः. अच्छा अच्छा. बाला अस्ति चेत् स्त्रीलिङ्ग अस्ति चेत् रूपाणि वदतु तत्र. बाला बाला बाला इस् लैक् माला. बाला किमर्थं? रमा रमा लैक् रमा. बाला बाले बालाः बाले बाले. तत्र मध्यम तत्र द्विवचनं दृष्ट्वा द्विवचनं दृष्ट्वा लिङ्गस्य ज्ञानं अवगन्तुं शक्नुमः. अस्तु अर्थं वदतु. बालाः बाय्स् प्ले टु बाय्स् प्ले मेनि बाय्स् प्ले. फस्ट् वन् इस् अ बाय् प्लीस्. अस्तु तत्र हा बालः इति शब्दस्य प्रातिपदिकं किं? बाल कीदृशं पदम्? अकारान्त पुल्लिङ्गशब्दः. उत्तमम्. अग्रिमं करोतु. नर्तकी नृत्यति नर्तिकौ नृत्यतः नैव नैव नैव नदीवत् अस्ति नदी नद्यौ नद्यः तथा नर्तकी नर्तकौ नर्तक्यौ नर्तक्यौ नृत्यतः नदी नद्यौ नद्यः नद्यः नद्यः नर्तक्यः नृत्यति अर्थं वदतु डान्सर् डान्सर् टु डान्सर्स् डान्स् मेनि डान्सर्स् डान्स् नर्तकी इति पदस्य प्रातिपदिकं किं नर्तक नर्तक नैव नैव नर्तकी एव नदीवत् नदीवत् नदी इति शब्दस्य प्रातिपदिकं तु नदी एव अस्ति ईकारान्तस्त्रीलिङ्गशब्दः उत्तमम् उत्तमं नृत्यति इति शब्दस्य लकारः कीदृशं पदं क्षम्यतां कीदृशं पदं नृत्यति नृत्य लट्लकारः प्रथमपुरुषः उत्तमं धन्यवादः विशालाक्षी भगिनी अग्रिमं करोतु धन्यवादः सैनिकौ आरोहतः सैनिकः आरोहति उत्तमं सैनिकौ देन् सैनिकाः आरोहन्ति उत्तमम् उत्तमम् अत्र अर्थं वद सैनिक इस् सोल्जर् आरोहत मीन्स् ऐ डोण्ट् नो द मीनिङ्ग् क्लैम् क्लैम् क्लैम् ओके क्लैम् क्लैम् इदानीं वदतु अर्थं वदतु द वन् सोल्जर् क्लैम्स् टू सोल्जर्स् क्लैम् मोर् देन् टु सोल्जर्स् क्लैम् तत्र रूपाणि वदतु सर्वाणि रूपाणि I won't be able to tell like that. Kimartham? Kimartham? Prayatnam karotu bhagini. Prayatnam karotu. Prayatnam karotu. Arohati, arohata. Lakarasyaiva. Lakarasyaiva. Arohati, arohata. Arohata, arohat. Arohat. Correct? Nai, nai. Tatra, prathama puruse. आरोहति आरोहतः देन् आरोहन्ति हा सत्यम् इदानीं मध्यमपुरुषः मध्यमः नो ऐ वोण्ट् बि एबल् टु लर्न् लैक् दट् किमर्थम् आदौ किल तत्र आदौ उक्तवती सीदति सीदति शुष्यति तत् तत्र उक्तवती किल प्रयत्नं करोतु भगिनि प्रयत्नं करोतु किञ्चित् तत्र तत्र चित्रे अस्ति किल मध्यमपुरुषः तु अस्ति एव तत्र त्वं पठसि युवां पठथ यूयं पठथ पठ पठसि भवति मध्यमपुरुषे तर्हि आरोहति किं भवति पठति पठसि भवति मध्यमपुरुषे तर्हि आरोहति किं भवति आरोहसि आरोहसि आरोहसि सुलभम् आरोहसि आरोहथ आरोहथ आरोहथ आहत् आरोहथ ओ अस्ति किल तत्र हलन्तं आरोहथ आरोहथ करेक्ट् इदानीं अत्र अहं नमामि आवां नमावः नमति नमामि भवति तर्हि आरोहति किं भवित भवति नमति नमामि भवति उत्तमपुरुषे तर्हि आरोहति किं भवति आरोहमि आमि भवति नमामि भवति नमति आरोहामि आरोहामि अग्रे नो ऐ वोण्ट् द्विवचने तत्र बहुवचने द्विवचने द्विवचने आरुहामः इस् ओन्ली द्विवचने नैव तत्र पश्यतु भगिनि तत्र अहं नमामि आवां नमावः वयं नमामः इति अस्ति किल द्विवचने किम् अस्ति तत्र आरोहमावः आरोहावः आरोहावः आरोहावः आरोहामः अवगतं किम् अवगतं किम् तत्र slowly I have to understand. I can't understand like नैव नैव तत्र अत्र विभक्तिः नास्ति किल अत्र तु लकारः अस्ति दिस् इस् द क्रियापदं शृणोतु शृणोतु तत्र पठति पठति पठसि पठामि इति भवति ति आमि ति निष्कास्य यु टेक् औट् ति एण्ड् यु मेक् इट् पठामि यु एड् आमि सो इन् एनी वर्ड् वेर् ति इस् दे you have to take out the tea and put ami, that's all. Astu agrimam karotu bhaktah prayachati now what I have to do bhaktau bhaktah is become bhaktau uttamam bhaktau prayachatah उत्तमम् अण्ड् भक्तौ अण्ड् देन् आफ्टर्वर्ड्स् भक्ताः उत्तमं भक्ताः प्रयच्छन्ति उत्तमम् अवगतम् इदानीम् अर्थं वदतु प्रयच्छति इस् वाट् ऐ डोण्ट् नो नो ऐ हेव् नो ऐडिया पत्रं पुष्पं फलन्तोयं पत्रं पुष्पं फलन्तोयं यो मे भक्त्या प्रयच्छति प्रयच्छति गिव् इस् आफरिङ्ग् प्रयच्छति इस् आफरिङ्ग् आफरिङ्ग् गिविङ्ग् इदानीं रूपाणि वदतु लट्लकारस्य रूपाणि वदतु भगिनि प्रयत्नं करोतु चिन्ता नास्ति दोषः भविष्यति चेत् चिन्ता नास्ति दोषेण एव वयं ज्ञातुं शक्नुमः करोतु दोषः चिन्ता नास्ति दोषं करोतु चिन्ता नास्ति वदतु परन्तु प्रयत्नं करणीयं प्रयच्छति प्रयच्छतः उत्तमम् इदानीम् उत्तमपुरुषे उत्तमपुरुषे प्रयच्छामि उत्तमं प्रयच्छामः एण्ड् प्रयच्छामः सम्यक् रीत्या करोतु अहं नमामि आवां नमावः वयं नमामः तर्हि प्रयच्छामि प्रयच्छावः प्रयच्छामः लैक् दट् उत्तमम् अग्रिमं दृष्टाः प्रणश्यन्ति दृष्टाः नास्ति तत्र दुष्टाः प्रणश्यन्ति दुष्टः दुष्टः प्रणश्यति उत्तमं दुष्टः दुष्टौ प्रणश्यतः उत्तमम् इदानीं रूपाणि अर्थं वदतु आदौ द बेड् मेन् दुष्ट इस् बेड् मेन् प्रणश्यन्ति इस् वाट् प्रणश्यन्ति नश्यति प्रणश्यन्ति वदतु इस् डिस्ट्राय्ड् वाट् हेपन्स् टु द बेड् इस् डिस्ट्राय्ड् ओके इस् किल्ड् किल्ड् किल्ड् ओके इस् डिस्ट्राय्ड् किल्ड् कम्प्लीट्लि या अस्तु भगिनि धन्यवादः धन्यवादः. विजयकुमार महोदय. आं भगिनि, नृपः तुष्यतः तुष्यति, नृपो तुष्यतः नृपोः तुष्यन्ति. नृपोः किमर्थं? नृपा, सोरि, नृपाः. कविता भगिनी न वदनीयं, सः एव वदति, सः जानाति, अहं जानामि यत् सः जानाति इति. तर्हि तत्र उत्तमं न श्रुतं महोदय, किञ्चित् उच्चैः वदतु कृपया, किञ्चित् उच्चैः वदतु. One king get angry, two king get angry, many king get angry. हा, परन्तु तत्र अहं न श्रुतवती, पुनरेकवारं करोतु. नृपः तुष्यति, नृपः नृपौ नृपाः नृपाः तुष्यन्ति. तुष्यन्ति, ओके. अर्थं वदतु, अर्थम् उक्तवान्, अर्थम् उक्तवान्. इदानीं रूपाणि वदतु महोदय, रूपाणि वदतु. तृष्यति, तृष्यत, तृष्यन्ति. तु तु तु अस्ति, तुष्यति महोदय, महोदय तुष्यति, तृ नास्ति, तु. तुष्यति, तुष्यतः, तुष्यन्ति, तुष्यसि, तुष्यतः, तुष्यत, तुष्यामि, तुष्यावः, तुष्यामः. उत्तमम्, उत्तमं. तत्र नृपः इति शब्दस्य प्रातिपदिकं किम्? अकारान्त पुल्लिङ्गशब्द. उत्तमम्, अग्रे. एषा कुप्यति, एषो, एषा, एते, एताः, एषा, एते, एताः, एषा, एते, एताः, एषा कुप्यति, एषा, एते, महोदय, एषा कुप्यति, एते कुप्यति, एते कुप्यतः, देन् एष, एते, एता, एतौ, एषा, एते, एताः, एताः तुष्यन्ति, कुप्यन्ति. ओ, कुप्यन्ति. अर्थं वदतु, एषा कुप्यति इत्युक्ते किम्? यू गेट् एङ्ग्रि. यू किमर्थम्? एषा, एषा त्वं, यू अस्ति त्वम्. एषा, शी, शी गेट्स् एङ्ग्रि. ओ, ओके, ओके, ओके. एषा, you both get angry. No, no, they both get angry. They both females. They all get angry, na? Third one. Nah, they all females get angry. इदानीं कुप्यति कीदृशं पदम्? कुप्यति लट्लकारः, प्रथमपुरुषः, एकवचनम्, एवं वदनीयम्. अग्रिमं करोतु. एते शोचन्ति, सः, तौ, ते, एषः, एतौ, एते, एतौ, एते, एष शोचन्ति, एषौ, शोचन्ति किमर्थम्? शोचन्ति, शोचन्ति किमर्थम्? इदानीम् एकवचने शोचन्ति किं भविष्यति? एकवचने शोचन्ति तु बहुवचने अस्ति. हा शोचति, जानाति भवती, भवान् जानाति. एषः शोचति. पुनरेकवारं वदतु महोदय, किमर्थम् एषौ एषः शोचति? ओके, एषः शोचति, एषो शोचतः. नैव, एषौ किमर्थं महोदय? एतौ, एषौ नास्ति, एतौ एतौ शोचतः, शोचतः, एते शोचन्ति. इदानीं रूपाणि वदन्तु, रूपाणि वदतु. शोचति, शोचतः, शोचन्ति, शोचसि, शोचतः, शोतः, शोचतः, शोचतः, शोचतः, शोचामि, शोचावः, शोचावः, शोचामः, शोचामः. तत्र अर्थं वदतु. शोचति टु क्राय्? नैव, साहाय्यं करोतु, कोऽपि साहाय्यं करोतु. टु गेट् सेड्, टु ग्रीव्, टु गेट् सेड्, टु ग्रीव्. न शोचन्ति. अस्तु, किञ्चित् अभ्यासः आवश्यकः सर्वेषां कृते. लिट्टल् ऐ विल् सेण्ड् सम् वर्ब्स्. तत्र धातवः अहं तत्र मया प्रेषयतः किम् अहं प्रेषयामि. अग्रे गृहकार्यं रूपेण कुर्वन्तु. इदानीम् एकः निमिषः भगिनि. भगिनि, दट् एष एतौ एते, वि केनाट् सः तौ ते, सः तौ, तत्र डिफिकल्ट् नास्ति, विस्मृतवन्तः तावदेव. एव्रिबडि नोस् बट् औट् आफ् प्राक्टिस् एव्रिबडि, डोण्ट् वरि, वील् प्राक्टिस्. किञ्चित् अभ्यासं कुर्मः तत्र, किञ्चित् सर्वस्मिन् वर्गे वयं कुर्मः. अस्तु, एकनिमिषम् अहम् आदौ